अस्तु अनिल् महोदय नमस्कारः. शान्ता अस्ति वा? आं भगिनि नमस्कारः. नमस्कारः. येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं दत्त्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तं कौमुदीं. वृद्धावसाने नटराजराजो ननादडग्गां नवपञ्चवारम् उद्धर्तुकामः कनकादिसिद्धान् एतत् विमर्शेष्व सूत्रजालम्. ॐ श्री गणेशाय नमः. ॐ श्री सत्यमाय सरस्वते नमः. श्रीगुरुभ्यो नमः. सर्वेभ्यो नमस्कारः. अद्यतन व्याकरणविषये सुस्वागतं सर्वेभ्यः. इदानीम् अत्र किङ् शिफ्त् सार्वधातुकम् इति अस्ति. अत्र एकवारम् एतत् पुनरपि किं किम् अस्ति इति वयं पठामः. अत्र पश्यतु, सार्वधातुकप्रकरणम् इति अस्ति. अत्र अनिल् महोदय पठतु. अधुना सार्वधातुकलकाराणां विषये पठिष्यामः. अस्मिन् पाठे यत्र अङ्गम् अदन्तम् अस्ति, अग्रिमे पाठे यत्र अङ्गम् अनदन्तम् अस्ति. पद्धतिः अत्यन्तं सुन्दरी. शीघ्रमेव सर्वेषां धातूनां लट् लोट् लङ् विधिलिङ्ग् च लकाराणां निर्माणविधिः ज्ञास्यते. अपि च एषु चतुर्षु लकारेषु सर्वेषां धातूनां तिङन्तरूपाणि ज्ञास्यन्ते. अतः पाठः अत्यन्तं व्यवहारिकः. सार्वधातुकप्रकरणं परिसमाप्य सप्तमे पाठे अर्धधातुकप्रकरणे अवशिष्टाः लकाराः अधीयन्ते. उत्तमम्. इदानीं सार्वधातुकलकाराणां विषये पठिष्यामः. सार्वधातुकप्रत्ययम् अनन्तरम् आर्धधातुकप्रकरणं द्वौ स्तः. इदानीम् अत्र सार्वधातुकप्रत्ययानां विषये बहु किं किम् अस्ति इति झटिति वदतु. लेट् लङ् लोट् विदिलिङ्ग् लेट् लोट् लङ् विदिलिङ्ग् लट् लोट् लङ् विदिलिङ्ग् किं क्रमः भवति अत्र. लट् लोट् लङ् विदिलिङ्ग् एतदेव सार्वधातुकलकाराणां. दश सन्ति खलु अत्र, दश सन्ति. शेषः किम्? आर्धधातुक आर्धधातुकलकारः. आर्धधातुकलकारः किं किम् अस्ति, कोऽपि वक्तुं शक्यते वा? लृट् लेट् लृट् लेट् लुङ् लिट् अस्ति, लुट् अस्ति, लृट् अस्ति, लुङ् अस्ति, आशीर्लिङ्ग् अस्ति, लिङ्ग् अस्ति. एतत् षड् अस्ति खलु, एतत् सर्वे आर्धधातुक इति वक्तुं शक्यते, न तु शेषः इति वक्तुं शक्यते. अपि आर्धधातुकं शेषः इति अपि एकम् आगच्छति. अग्रे पश्यामि. अत्र इदानीम् अस्मिन् पाठे यत्र अङ्गम् अदन्तम् अस्ति, अदन्तम् अस्ति उदाहरणरूपेण कोऽपि वक्तुं शक्यते वा, अदन्तं किम् अस्ति इति? मया बहुवारम् उक्तमेव, अदन्तम् उदाहरणरूपेण किं स्वीकुर्मः? अस्ति एव अन्तम् अस्ति, अस्ति एव अकारः एव अन्ते अस्ति. वदतु अनन्तलक्ष्मी. अत् एव अन्तमस्ति अकारः पठत् पठत् अदन्तम् अदन्तं न न न न राम मकारवती अकार अस्ति सर्वदा एतदेव वक्तव्यं शिशवः इव अकारः श्रूयते एतदेव अदन्तम् अनदन्तं कुत्र भवति यत्र अकारः न श्रूयते गौरी इकारः श्रूयते अनन्त इदानीं यत्र अकारः श्रूयते एतदेव अदन्तम् यत्र अत् इति न श्रूयते एतत् अनदन्तम् इति अत्रापि द्वौ स्तः अदन्तम् अनदन्तं पूर्वं पठितवन्तः किं पठितवन्तः उदात्तः अनुदात्तः स्वरितः अनन्तरम् अनुनासिकः उत्तमम् अनुनासिकः अनुनासिकः अनन्तरं किं भवति ह्रस्वः दीर्घः प्लुतः सर्वाणि भवन्ति अत्र अत्र किञ्चित् एतत् विषये स्मरणीयमेव अस्तु इदानीमत्र सार्वधातुकलकाराः भवन्ति आर्धधातुकलकाराः भवन्ति सार्वधातुकलकाराः सर्वे अत्र लट् लोट् लङ् विधिलिङ्ग् झटिति वक्तव्यं शेषः आर्धधातुकं शेषः इदानीमेव मया उक्तं शेषः षड् सन्ति इति अत्र किञ्चित् लकाराणां निर्माणसमये किञ्चित् विधिः अपि भवति इदानीम् अत्र बहुवारं मया उक्तं कोऽपि भूधातोः विषये कोऽपि झटिति वक्तुं शक्यते वा इति अस्ति यत्र यत्र धातुः विषये पठितवन्तः तत् समये भू अनन्तरम् अत्र एद् एद् वृद्धौ भूसतायाम् इति एव वक्तव्यं यत्र यत्र धातुविषये पठितवन्तः तत् समये अर्थमपि जानन् अस्ति चेत् अत्र जानन्ति चेत् बहु उत्तमम् अस्ति इदानीं भूसतायां भुवादयो धातवः भू अनन्तरं भुवादयो धातवः वा वाति इति अस्ति अत्र भू वा आदि धातवः भुवादयो धातवः अत्र एतत् लट् मध्ये अस्ति लट् मध्ये अस्ति अतः तत्र कर्तरि शप् इति प्रयोगं कुर्मः कर्तरि शप् इति अस्ति इदानीं भू इति अस्ति दीर्घ ऊकारः अस्ति अतः तत् स्थाने गुणः भवति केन सूत्रेण कोऽपि वक्तुं झटिति वदतु वादिः कर्तरि शप् सार्वधातुक आर्धधातुकयोः झटिति वक्तव्यम् एव बहुकालं पूर्वं पठितवन्तः पुनरपि पुनरपि रटनमपि भवन्ति झटिति वक्तव्यं चेत् समयः अत्र व्ययः न भवति अतः तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति भवति चेत् अत्र दीर्घ ऊकारस्य स्थाने ओकारः भवति अतः भो इति भवति इदानीम् अत्र किं भवति कोऽपि वदतु भौ भवति एचो एव सूत्रेण केन सूत्रेण अत्र बहु भवति यचो नास्ति यकारः नास्ति संस्कृतभाषायां ये एव दीर्घमस्ति अतः द्वादश एव उत्तमम् एचो यवायावः इत्यनेन अत्र अवादेशः भवति अतः बहु भवति इदानीं कर्तरि शप् मध्ये शप् चकारः केन सूत्रेण इति भवति उत्तमं लशकतद्दिते इत्यनेन इति भवति शकार उत्तरवती किं तिष्ठति इदानीम् एव तिष्ठति शप् मध्ये पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति अनन्तरं झटिति कोऽपि इच्छन्ति चेत् लेखनीयमेव एतत् मनसि स्थापनार्थं लेखनीयमेव अस्माकम् अस्ते सर्वदा लेखनार्थम् अत्र किं वदस्ति, करपत्रम् अनन्तरम् अत्र कलं लेखनी एतत् सर्वदा तिष्ठन्ति एव. इदानीम् अवादेशकः भवति, बौ इति भवति, अनन्तरम् अत्र कर्तरि शप् मध्ये शकारः लशकोतद्धिते इत्यनेन इति भवति, अकारः तिष्ठति. अनन्तरम् अत्र किं भवति, शप् मध्ये पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति, अतः अकारः एव तिष्ठति. बौ योगः आयोगः. इदानीम् अत्र सिप्तस्जि सिप्तस्त मिपुवसुमस्त इति अस्ति, एतत् किं भवति, परस्मैपदि प्रत्ययः, परस्मैपदि प्रत्ययं, परस्मैपदि प्रत्ययः, अनन्तरम् आत्मनेपदि प्रत्ययः, द्वौ अत्रापि स्तः, द्वौ स्तः, परस्मैपदि आत्मनेपदि. इदानीम् अत्र विवक्षा किम् अस्ति, विवक्षा किम् अस्ति, तिप् अस्ति, विवक्षा अस्ति, अतः तिप् अस्ति, पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति. इदानीं किं भवति, भव योगः आ योगः ति भवति इति भवति, एतदेव भवति. भवती अस्ति वा सर्वे, आम् भवन्तः अत्र सन्ति, भवती भवतः भवन्ति, भवसि भवतः भवत, भवामि भवावः भवामः इति एव अत्र विधिलिङ्ग्, अत्र लट् लोट् लङ् विधिलिङ्ग् लकाराणां निर्माणविधिः, एतदेव क्रमः भवति, प्रक्रिया क्रमः, अन्ये पदं प्रक्रिया इति अस्ति, प्रक्रिया निर्माणविधिः अपि वक्तव्यं, निर्माणविधिः क्रमः किं भवति, प्रक्रिया किं भवति, एतत् सर्वं ज्ञास्यन्तः ज्ञास्यते. अपि च येषु चतुर्थु चतुर्षु लकारेषु सर्वेषां धातूनां तिङन्तरूपाणि ज्ञास्यन्ते, तिङन्तरूपाणि भवति भवतः भवन्ति, भवति भवतः भवत, भवामि भवावः भवावः भवामः इति रूपं सन्ति अत्र. अतः पाठः अत्यन्तं व्यवहारिकः, सुलभतया एतत् सर्वं नास्ति एव. इदानीं भवतः इति स्वीकुर्मः चेत् तदेव भवति, भूवादेव धातवः कर्तरि शप् इति मध्ये भवति, अनन्तरं सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र बहु भवति. अनन्तरम् अत्र बहु भवति चेत् किं भवति, अकारः तिष्ठति शप् मध्ये, सार्वधातुक कर्तरि शप् मध्ये अकारः तिष्ठति, बहु योगः आयोगः. इदानीम् अत्र द्वितीयविभक्ति न, प्रथमपुरुष द्विवचनं कर्तव्यं, द्विवचनं किम् अस्ति अत्र, द्विवचनं किं भवति, उत्तमं, भवतः तीतः अन्ति, एतत् स्मरणीयमेव, तीतः अन्ति, तीतः त मीवः मह, एतत् किं कण्ठस्थीकरणमेव. इदानीमत्र प्रथमपुरुष द्विवचनं किं भवति, तः तस् इति एव अस्ति, सिप् तस्जि तस् अस्ति, अत्र सकारः लोपः न भवति, केन सूत्रेण झटिति वदतु, सति जानति एव, उत्तमम् उत्तमं, सर्वदा अञ्जना भगिनी एव वदति सर्वदा एतत् विषये, किमर्थम् अत्र सकारः लोपः न भवति इति, अत्र सूत्रं किम् वदतु अञ्जना भगिनी एकवारं, न विभक्तौ न विभक्तौ तु स्माः, तु अस्ति, तु इत्युक्ते कति वर्णाः सन्ति, पञ्चवर्णाः, तत् द पञ्चवर्णः, तु न विभक्तौ तु स्माः, तु अत्र किमपि परिवर्तनं नास्ति, तु इस् सकारः इति न भवति. तु स्माः मकारः अस्ति चेत् तत्रापि अतः एव तिप्तस् जि तिप्तस्त मिप् मिप् वस् मस् तत्र सकारः लोपः न भवति. केन सूत्रेण? इदानीम् अत्र भवतः भवन्ति, अत्र तस् भवति, सकारः लोपः न भवति. इदानीमत्र ससजुषौ रुः कर अवसानयोर्विसर्जनीयः, एतत् भूत्वा भवतः भवतः भवति भवति बहुवचनं किम् भवन्ति अन्ति अस्ति तदेव भवति अत्र अपि भव योगः अन्ति योजनेन भवन्ति भवति भवतः भवन्ति इति भवति इति भवति. एकम् इदानीं वर्गस्य विषये इतोपि व्याकरणविषये भवति भवतः भवन्ति तदेव अत्र सिप्तस्त इति भवति तदेव प्रक्रिया भवति तदेव अत्र निर्माणविधिः भवति तदेव अस्तु. अनन्तरम् अत्र किं भवति? भवति भवतः भवति अनन्तरं भवामि भवावः भवामः. उत्तमम् तदैव तदैव वक्त उक्तवन्तः चेत् झटिति वयं गन्तुं शक्यते एव. अस्तु माता. अतः तत्र प्रक्रिया तदैव भवति. मिप् वस् मस् मिप् पकारः केन सूत्रेण इति भवति? झटिति वदतु. हलन्त्यं तस्य लोपः इत्यनेन पकारः इति भवति. किं तिष्ठति अत्र? तदेव प्रक्रिया अस्ति. भू भव भवामि अत्र अत्र किमर्थम् अत्र भवामि इति भवति? भव इति भवति, अकारः भवति, अकार अकार मेलनेन किं भवति? केन सूत्रेण? उत्तमम्. अकः सवर्ण सवर्णे अकः सवर्णे दीर्घः इत्यनेन सवर्णसन्धिं भूत्वा भवा योगः मि भवामि. अनन्तरमत्र भवामि भवावः भवामः मस् मस् अत्रापि सकारः लोपः न भवति. लोपः न भवति चेत् केन सूत्रेण लोपः न भवति? अञ्जना इत्यनेन अत्र वकारस्य मकारस्य किमपि अत्र किं भवति? लोपः न भवति. अतः केन सूत्रेण विसर्गः भवति? अनिल् महोदय. करावसानयोर्विसर्जनीयः ससजुषोरुः करावसानयोर्विसर्जनीयः. एतत् सहोदरी इव भ्रातृ इव सुहृदः इव झटिति क्रमेण आगच्छतु. ससजुषोरुः करावसानयोर्विसर्जनीयः. अस्तु, इदानीमत्र सार्वधातुकप्रकरणं परिसमाप्य सप्तमे पाठे आर्धधातुकप्रकरणम् अवशिष्टाः लकारः अधीयन्ते. इदानीम् अस्य पाठस्य आरम्भात् पूर्वं सार्वधातुकलकाराः आर्धधातुकलकाराः च इति पाठम् अवश्यं पठतु. तत् पश्चात् अस्मिन् सार्वधातुकप्रकरणे अग्रे अस्तु. इदानीम् अस्य पाठस्य अन्तर्भूताः भागाः अङ्गम् इति विषयः वयं गतवर्गे पठितवन्तः, परन्तु नूतनतया अत्र केचित् जनाः आगतवन्तः, अतः एतत् विषये पुनरपि वयं स्वीकुर्मः. इदानीं भव इति अस्ति. भव इति किं भवति? गतवर्गे पठितवन्तः, झटिति वदतु. अदन्तम् अङ्गं भवति भवति सर्वप्रथमम् अङ्गं नाम किम् इति अस्माभिः ज्ञेयम्. अङ्गम् इत्युक्ते किम्? अस्माकं विषये अवयवी अवयवः इति अस्ति. अवयवी इत्युक्ते किम्? शरीरं पूर्णतया अवयवी इति अस्ति. इदानीम् हस्तः पादः कर्णः चक्षुः नासिका पृथक् पृथक्तया अस्ति. एतत् सर्वम् अवयवः अवयवी अवयवः. इदानीं भव इति अङ्गं भवति, भवति इति पूर्णतया अवयवी भवति. इदानीं भव इति अङ्गं किम् अङ्गं? केन सूत्रेण अङ्गं ज्ञास्यामः? यस्मात् प्रत्ययविधिस्तदादिप्रत्यये अङ्गम्. अङ्गमित्युक्ते किं वदतु? इत्युक्ते झटिति वक्तव्यं. यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम्. इदानीमत्र अन्तलक्ष्मी पठतु. यस्मात् प्रत्यय विधि विधिस्तदादि यस्मात् प्रत्यये विधिस्तदादि प्रत्ययेङ्गम् इत्युक्ते यस्मात् प्रकृतिरूपात् प्रत्ययः विहितः भवति. यस्य आदौ प्रकृतिरस्ति यस्य अनन्तरं स च प्रत्ययः उपस्थितः तस्य नाम अङ्गम्. प्रकृतिः इत्युक्ते इत्युक्तौ धातुः प्रातिपदिकं च यस्य आदौ उक्तं यतो हि मध्ये आगमः आदेशः वा सन्ति चेतपि आहत्य प्रत्ययात् प्राक् यावत् अस्ति तत्सर्वम् अङ्गम् इत्युच्यते. विधानं विधिः प्रत्ययस्य विधिः प्रत्ययविधिः षष्टितत्पुरुषः तत् प्रकृतिरूपम् आदिरस्य तत् तदादि बहुव्रीहिः यस्मात् पञ्चम्यन्तं प्रत्ययविधिः प्रथमान्तं तदादि प्रथमान्तं प्रत्यये सप्तम्यन्तम् अङ्गं प्रथमान्तम् अनेकपदमिदं सूत्रम्. कोऽपि अधिकारो अनुवृत्तिवान् नास्ति. सूत्रं स्वयं सम्पूर्णं यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम्. महोदय आम् अत्र यस्मात् प्रत्ययविधिः प्रत्ययं कति सन्ति कोऽपि वक्तुम् इच्छन्ति वा? प्रत्ययः झटिति वदतु, सर्वे जानन्ति एव. सकारादेश विसर्गसन्धि सकारादेशं प्रत्ययम् इत्युक्ते किं? प्रत्ययः कति विधाः सन्ति? प्रत्ययः आकातप्रत्ययः विकरणप्रत्ययः महोदय विकरणप्रत्ययः अस्ति सुबन्तप्रकरणम् सुबन्तप्रत्ययमस्ति कृदन्तप्रत्ययः सन्ति प्रत्ययाः सन्ति झटिति वक्तव्यं बहुकालं पूर्वं पठितवन्तः पुनरपि पुनरपि अत्र किले श्रेष्ठः किमपि किमर्थम् अत्र यस्मात् प्रत्ययविधिः तद् आदिप्रत्यये अङ्गं तद् आदि पव इति आदि अस्ति यस्मात् प्रकृति इत्युक्ते किम् प्रकृति मीन्स् मूलरूपम् उत्तमं मूलमेव मूलं रामः रामः इति पूर्णतया अस्ति प्रकृति प्रातिपदिकम् अस्ति प्रकृति मूलमस्ति रामा इति यस्मात् प्रकृति रूपात् प्रत्ययः विहितः रामः रामः रामयोः सु सु अस्ति अत्र सु उकारः केन सूत्रेण इति भवति उपदेशे उत्तमम् अत्र उपरि चन्द्रबिन्दुः अस्ति इत्येव वक्तव्यं सु नास्ति अत्र यत्र यत्र चन्द्रबिन्दुः श्रूयते द्रष्टुं शक्यते तत् समये सु इत्येव अत्र कण्ठः अकूहविसर्जनीयानां कण्ठः इति अस्ति अतः सु इत्येव वक्तव्यं तत्र प्रत्ययः उपदेश अज अनुनासिक इत् इत्यनेन भवति अत्र सकारः एव तिष्ठति तत्र सकारः तु ससजुषोरुः करावसानयोर्योः इत्यनेन भूत्वा अत्र रामः इति पदम् भवति अत्र सु औज समौटाभ्यां व्यस् नेभ्यां व्यस् नस्य नस्य नसि यस् नस् ओस् आम् अनन्तरं नी ओस्कुप् इति अस्ति एतदपि कण्ठस्य करणमेव इदानीमत्र सु औ जस् अम् औट् सु औ इति अस्ति रामौ रामः रामौ रामाः इति अस्ति खलु अत्र औकारः अस्ति एतदपि प्रत्ययमस्ति रामः रामौ रामयोगः सु औ जस् इति अस्ति सुबन्तप्रक्रियायाम् अत्र द्विवचनविवक्षायां विवक्षा अत्र बहवः सन्ति बहवः कति सन्ति अत्र विवक्षा झटिति वदतु चतुर्थ 21 सन्ति सुबन्तप्रक्रियायां एकविंशतिः किमर्थमत्र झटिति झटिति विस्मृतः झटिति वक्तव्यं चेत् वक्तव्यं सुबन्तम् अत्र सु औजस् अम् औजस् तानि इदानीमेव मया उक्तमत्र एकविंशतिः भवन्ति इदानीमत्र विवक्षा कुत्र भवति सु औ इति प्रथमविभक्त्यां द्विवचनविवक्षा अस्ति अतः तत्र औ प्रयोगं कुर्मः रामौ इति भवन्ति एतत् प्रत्यये विहितः भवन्ति यस्य आदौ प्रकृतिः अस्ति प्रकृतिरस्ति इति भवति अत्र किं सूत्रं भवति कार्यं किम् अभवत् अत्र वदतु सूत्रं वदतु प्रकृतिरस्ति इति भवति विसर्गरेपः मम उत्तमम् उत्तमं विसर्गस्य रेपः इति भवति अतः तत्र विसर्गस्य स्थाने रेपः भूत्वा प्रकृतिरस्ति इति भवति यस्य अनन्तरं स च प्रत्ययः उपस्थितः तदा नाम अङ्गम् इति भवति रामः राम इति प्रकृति भवति अत्र प्रत्ययं योजनेन रामः इति पदं भवति रामो इति पदमपि भवति उपस्थितः तस्य नाम अङ्गम् प्रकृति इत्युक्तौ धातु प्रातिपदिकं च प्रकृति इत्युक्ते धातु अस्ति सुबन्तमस्ति सुबन्तप्रक्रियायाम् अस्ति अत्र प्रातिपदिकमस्ति एतत् सर्वाणि मिलित्वा एव अत्र पूर्णतया वयं रूपं स्वीकुर्मः. यस्य आदौ उक्तं यतोहि मध्ये आगमाः आदेशाः च सन्ति चेदपि क्षणमेकम् एतदेव अङ्गं भवति. इदानीम् अस्तु, अङ्गं किं भवति इति अत्र प्रश्नः उदेति चेत् किं वक्तव्यम्? यस्मात् प्रत्ययविधिः तदापि प्रत्यये अङ्गम्. यस्मात् प्रत्ययविधिः अस्ति तद् आदौ भवति. आदौ भव इति भवति आदौ. एतदेव प्रत्यये अङ्गम्. यत्र प्रत्ययं योजनेन पूर्णतया अत्र शब्दः भवति, पूर्वम् अत्र यस्मात् विधिः तद् आदि. प्रत्ययस्य विधिः प्रत्ययविधिः षष्टितत्पुरुषसमासः. अत्र तत्र षष्टि किं भवति? उत्तमं, स्थानि भवति. षष्ठी सर्वदा स्थानि भवति. तत् समये तत् स्थले एव किं किं भवति? किं किं भवति झटिति वदतु. आगमः वा? किमर्थम् अत्र विस्मृतं? षष्ठी यत्र भवति स्थानि भवति तन् तत् समये एव अत्र परिवर्तनं भवति. आगमः वा आदेशः वा भवति? आगमः रूपं किम्? एतदपि मनसि स्थापनीयम्. अत्र अन्तलक्ष्मी ग्रूप् मध्ये स्थापयतु एतत् प्रक्रिया. व्याकरणविषये बहवः सूत्राणि सन्ति, मनसि स्थापनीयम्. इच्छन्ति चेत् आगच्छतु, न इच्छन्ति चेत् पूर्वमेव अत्र मेलनार्थं योजनार्थं न आगच्छतु इति वदतु. कोऽपि आगतवन्तः, गतवन्तः, आगतवन्तः, गतवन्तः. एतत् बहवः किं भवति सूत्राणि विषये एव भवन्ति. अत्र भयङ्करः भीतः मास्तु. एतत् सर्वाणि प्रक्रिया क्रमः बहु उन्नतरूपेण 2+2 = 4, इदानीं 4 / 2 = 2. एतत् सर्वाणि पठितवन्तः खलु. अत्र किञ्चित् उत्साहः भवन्ति. अस्तु, इदानीमत्र षष्टि इति स्थानि भवन्ति. तत् स्थले एव आगमः वा आदेशः वा नामकरणम् एतदपि अत्र भवितुम् अर्हन्ति. अस्तु, इदानीं तत् प्रकृतिरूपम् आदिः यस्य तत् तदादिः बहुव्रीहिः समासः. अन्ये पदं सूचयति बहुव्रीहिः समासविषये. इदानीं यस्मात् पञ्चम्यन्तम् अतः परकार्यं, प्रत्ययविधिः प्रथमान्तम् अतः तत्र आदेशः आगमः वा भवति तदादि प्रथमान्तम्. अनन्तरं प्रत्यये सप्तम्यन्तम् अत्र पूर्वकार्यम् अस्ति, परनिमित्तं भवति, पूर्वं कार्यं भवति. अस्तु, इदानीम् अङ्गं प्रथमान्तम् अनेकपदमिदं सूत्रम्. यस्मात् प्रत्ययविधिः तद् आदि प्रत्यये अङ्गम्. अत्र बहवः पदानि सन्ति, अतः एव अनेकपदमिदं सूत्रम्. कोऽपि अधिकारः अनुवर्ति नास्ति. अत्र अधिकारः अनुवर्ति वा नास्ति. सूत्रं स्वयं सम्पूर्णम्, अतः अनुवर्तिसूत्रं नास्ति. ससजिषोरुः अनुवर्तिसूत्रम् अस्ति एव. अतः एव करावसानयोर् विसर्जनीयः इति अनुवृत्तिसूत्रम् अस्ति. अनुवृत्ति इदानीम् अस्मात् प्रत्यये विधिः तदादि प्रत्यये अङ्गं तदेव सम्पूर्णतया अत्र अर्थम् आगच्छति. अतः तत्र अनुवृत्तिसहितसूत्रं नास्ति एव. यत्र किमपि क्लेशः भवति, यत्र किमपि अन्यकार्यं भवन्ति, तस्य स्थाने एव किं भवति, अनुवृत्तिसहितसूत्रं भवन्ति. यत्र उपदेश अज अनुनासिक इत् इति सूत्रमस्ति, अत्र सम्पूर्णतया अत्रैव उत्तरमस्ति. अतः तत्र किं भवति, अनुवृत्तिसहितसूत्रं नास्ति. तदेव यस्मात् प्रत्यये विधिः तदादि प्रत्यये अङ्गम् इति अस्ति. एतदपि मनसि स्थापयतु. उपदेश अज अनुनासिक इति स्वयं सम्पूर्णम्, अतः अनुवृत्तिसहितसूत्रं नास्ति. यस्मात् प्रत्यये विधिः तदादि प्रत्यये अङ्गम् इति अस्ति. एतदपि स्वयं सम्पूर्णम्, अतः अनुवृत्तिसहितसूत्रं नास्ति. एतत् मनसि स्थापनीयमेव. बहु उन्नतरूपेण तत्र दत्तवन्तः. सूत्रं स्वयं सम्पूर्णं. यस्मात् प्रत्यये विधिः तदादि प्रत्यये अङ्गम् अस्ति. इतः पर्यन्तं मया पाठितं किञ्चित्. अत्र प्रश्नः उदेति चेत् पृच्छतु. प्रश्नः अस्ति वा? नास्ति चेत् अग्रे गच्छेम. महालक्ष्मी पठतु इदानीम्. आम् मातः. सर्वेभ्यः नमस्कारः. नमस्कारः महोदय. सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ्संज्ञकान् तिबादिप्रत्ययान्तं प्रत्ययान् अधिकृत्य अङ्गनाम धातु विकरणप्रत्ययोः संयुक्तरूपं यस्य तिङ्संज्ञा भवति सः तिङ्संज्ञकः. अत्र तिबादिप्रत्ययान् अधिकृत्य उदाहरणार्थं भवति इत्यस्य निर्माणसमये ति इत्यस्य दृष्टया अङ्गं भव इति ति इत्यस्मात् पूर्वं यावत् अस्ति तत्सर्वं ति इत्यस्य कृते अङ्गम्. तर्हि अत्र अङ्गं नाम धातु विकरणप्रत्ययोः संयुक्तरूपं यथा वद् योगः अ इत्युक्ते वद्, भू योगः अ इत्युक्ते वद् इति अस्ति वद वद वद क्षम्यतां वद् योगः अ इत्युक्ते वद, भूयोगः अ इत्युक्ते भव इत्यादीनि अङ्गानि. उत्तमम्. अग्रे इदानीमेव वयं पठितवन्तः भव इति किं भवति इति. अत्र रूपमपि पश्येम. इदानीमत्र अञ्जनभगिनी पठतु झटिति. भूसतायां भू भुवादयो दातवः भूयोगः लूट् भूयोगः ल् शेषात् कतरि परस्मे पदं भूयोगः तिप् तिप्तस्ति तिप्तस्ता इत्यादि सूत्रेण शप् भूयोगः शप् योगः ति कत्तरि शप् भो योगः आयोगः ति सार्वधातु आर्धधाते भौ योगः आयोगः ति भवति. अन्तिमरूपं भवति इति भवन्तः. इदानीमत्र अत्र भूपति इति अस्ति. भूपति पठितुं शक्यते वा? भगिनी नमस्ते. भगिनि नमस्कारः. नमस्कारः भगिनि. पठितुं शक्यते वा? भवतः किं कथम् आगच्छति इति. अस्तु, जानकावल्ली जनकवल्ली. नमस्ते महोदय. पठितुं शक्यते वा? सत्यायां भूवतयो दादवः भू लं लट् वर्तमान लट् भू अधिकं लु इल् शोषात् करोषात्पदं परस्मैपदं भू अधिकं तस् इदानीमत्र सूत्रं बृहत् अस्ति चेत् किञ्चित् वदतु, अनन्तरं बृहत् सूत्रेण इति अत्र एस्केपिसम् अस्ति. तिप्तस्जि इति एस्केपिसम् अस्ति, तिप्तस्जि इति बृहत् सूत्रमस्ति. अनन्तरं भूयोगः शप् योगः तस् एकनिमिषम्. अनन्तरम् अत्र नागलक्ष्मी पठितुं शक्यते वा? धन्यवादः. पठतु. पठितुं शक्यते वा? नमस्ते मातः. नमस्कारः. भू अधिकं शप् अधिकं तस् कर्तरि शप् भो अधिकम् अ अधिकं तस् सार्व धातुकार्धधातुकयोः भव् अधिकम् अ अधिकं तस् एवोयवायावः भव् अधिकम् अ यथो यथोयवायावः यकारः इति संस्कृते नास्ति, एकारः एव दीर्घमेव अस्ति, अतः एचो यवायावः. अस्तु माता. एचोयवायावः भव् अधिकम् अ अधिकं तरु तरु सजुषो रुः भव् अधिकम् अ अधिकं तर् उपदेशे जनुनासिक इत् भव् अधिकम् अ अधिकं तः करवसानयोर्वि सर्जनीयः भवतः कर्तरि भवतः इति प्रथमपुरुष द्विवचनरूपम्. इदानीमत्र भवन्ति इति भवन्ति भवन्ति अत्र कल्याण् एस् बि ऐ नाम किं भवत्याः? कल्याणी शङ्कर. कल्याणी शङ्कर, अस्तु पठतु. भू सत्तायां भू भूवादयो दावत दातवः भू अधिकं लङ् लट् लङ्ट् वर्तमाने लट् लङ् नास्ति लट् लट् लट् भू अधिकम् इल् शेषात् कर्तरि परस्मैपदं भू अधिकम् डि. अस्तु, अत्र प्रिया राजन् अस्ति खलु, अग्रे पठतु. अस्तु माता. राम राम. राम राम. भू अधिकं जी तिप्तस् जी इत्यादि सूत्रेण उत्तमं. भू अधिकं शप् अधिकं जी कर्तरि शप् भू अधिकम् आ अधिकम् अन्ति जोन्तः भू भो अधिकम् आ अधिकम् अन्ति सार्वधातुको आर्धधातुकयोः भव् अधिकम् आ अधिकम् अन्ति एचो यवायावः भव् अधिकम् अन्ति अतोङ्गुणः भव् अधिकम् अन्ति नच्चा पदान्तस्य झलि भव् अधिकम् अन्ति अनुस्वारस्य ययि परसवर्णः. उत्तमम्. अत्र पश्यतु, इदानीम् अत्र जि इति भवति, जि तिप् तस् जि इति भवति, प्रथमपुरुष बहुवचनं इति बहुवचनमस्ति अत्र. इदानीम् अत्र ज्योन्तः इति सूत्रमस्ति, अतः जी स्थाने ज्योन्तः इति सूत्रेण अन्त आदेशः भवति. जकारस्य स्थाने अन्त आदेशः भवति, जी इत्यस्य ईकारः तिष्ठति, एतत् मेलनेन योजनेन अन्ति इति भवति. जी इति अस्ति, एतत् अत्र ज्योन्तः इति सूत्रेण भवन्ति कथमागच्छति. इदानीम् अत्र प्रश्नः उदेति खलु, भवन्ति इति प्रश्नः तीतः अन्ति, अन्ति इति अस्ति. किमर्थम् अत्र अन्ति? टिप् तस्य जी एव अस्ति महालक्ष्मी. आम् मत, टिप् तस्य जी एव भवन्ति. किमर्थम् अत्र जी इति अन्ति भवन्ति? ज्योन्तः इति सूत्रेण जकारस्य स्थाने अन्त् आदेशः भवति, जी इत्यस्य ईकारः भवति, एतत् मेलनेन अन्ति इति भवति. इदानीम् अत्र भो सार्वधातुक अर्धधातुकयोः भौ एचोयवायवः. इदानीम् अत्र अतो गुणे, अतो गुणे सावधानतया शृण्वन्तु. अतो गुणे इति अस्ति, अत्र भौ इति अकारः अस्ति, अन्ति इति अकारः अस्ति, अतः तत्र किं भवितुम् अर्हन्ति? ऊकारः स्थाने ओकारः भवति. अन्य कोऽपि अकारः आकारः मेलनेन दीर्घ आकारः भवितुम् अर्हन्ति. अस्तु, भावन्ति, भावन्ति इति भवितुम् अर्हति. परन्तु अकः सवर्णे दीर्घः सूत्रं बाधित्वा पूर्णमेव मया उक्तं, पठन्ति एव भवन्ति, पाठन्ति इति नास्ति. अतो गुणे इति सूत्रम् अकः सवर्णे दीर्घं सूत्रम् इति बाधित्वा अत्र अको गुणे अतो गुणे इति पूर्वपरयोः पररूपम् आदेशः भवति, अतः अन्ति इत्यस्य अकारः एव एतत् अत्र योजनं कर्तुं शक्नुमः. अतो गुणे कस्य बाधकसूत्रमस्ति? अकः सवर्णे दीर्घः, अकः सवर्णे दीर्घः सूत्रं बाधित्वा अतो गुणे इति सूत्रम् आगत्य पूर्वं तिष्ठति अकारः, परमपि अकारः तिष्ठति. पूर्वपरयोः एकमेव स्वीकृत्य पररूपं स्वीकृत्य भवन्ति इति अकारः श्रूयते, पर अकारं श्रूयते. एतदपि मनसि स्थापयतु. यस्मात् विधि तदादि इति सूत्रं स्वयं सम्पूर्णं, अन्य सूत्रमपि स्वयं सम्पूर्णं. किं सूत्रम्? उपदेशे उत्तमम्, उपदेश अज अनुनासिके. इदानीम् अत्र अतो गुणे इत्यस्य बाधकसूत्रं किम्? अकः सवर्णे दीर्घः, अकः सवर्णे दीर्घः, अकः सवर्णे दीर्घः. इदानीम् अयो किं भवति अत्र? भवन्तु. इदानीम् अत्र बहु योगः अन्ति इति भवति, मध्ये नकारः अस्ति खलु भवन्ति इति, नकारः न च पदान्तस्य जलि, नः च अपदान्तस्य बहु इति पदं पदं नास्ति, अपदान्तमस्ति. अतः तत् स्थाने नकारः श्रूयते खलु, न च पदान्तस्य जलि इत्यनेन नकारस्य स्थाने किं श्रूयते? अनुस्वारः श्रूयते, अतः एव भवन्ति इति भवन्ति. इदानीं तत् नकार, तत् अनुस्वारः इदानीम् अत्र अनुस्वारस्य ययि परसवर्णः इत्यनेन सकारः पश्यति, सकारः पश्यति सकारस्य अन्तिमवर्णः किम् नकारः नकारः पुनरपि एतत् अत्र भवति अतः एव अन्तिमरूपं भवन्ति भवन्ति इति इदानीं ससदृशोरुः करावसानयोर्विसर्जनीयः यथा अत्र सहोदरः इव तिष्ठन्ति तदपि तादृशमेव अत्र यत्र यत्र नश्यपदान्तस्य जलि भवति तत् स्थाने अनुस्वारस्य ययि परसवनः अपि झटिति आगत्य कार्यं करोति प्रश्नः उदेति चेत् पृच्छतु येचो योगायावः येन भव भवति एक अकारः एव तिष्ठति तदनन्तरम् अतोगुणेन अन्ति एव भवन्ति एक अकारः इत् भवति एकस्मिन् सूत्रं भवती उक्तवती कदा तथा तत् किम् अतो अधोगुणः एकस्मिन् सूत्रमपि सवर्णे दीर्घः तस्मात् अकारः तत् सूत्रं बाधित्वा अतोगुणे इति सूत्रं कार्यं करोति अदु बाधित्वा अकः सवर्णे दीर्घः अत्र अकः सवर्णे दीर्घः बाधित्वा अतोगुणे इत्यनेन बौ इति अस्ति अकारमेलनेन बव भव इति भवति अत्र अपि अकारः अन्ति अपि अकारः अतः मेलनेन भवन्ति इति भवितुम् अर्हन्ति परन्तु तत् बाधित्वा अकः सवर्णे दीर्घः इति सूत्रं बाधित्वा अतोगुणे इति सूत्रं कार्यं करोति तदेव अत्र पठन्ति धातु स्वीकुर्मः चेत् पाठन्ति इति नास्ति तत्रापि अकः सवर्णे दीर्घः इति सूत्रं बाधित्वा अतोगुणे इति सूत्रम् आगत्य भवन्ति इति भवति अनन्तरम् अत्र नकारः श्रूयते तत् नकारः एतत् अपदम् अस्ति पदं नास्ति अत्र बहु इति पदं नास्ति अपदम् अपदान्तस्य नच्च पदान्तस्य नः च अपदान्तस्य इति झलि भवति अतः तत्र नच्च पदान्तस्य झलि इत्यनेन अत्र पदान्तस्य झल् वर्णः अस्ति चेत् जल्वर्णः अन्ति ति इति अस्ति जल्वर्णः अस्ति चेत् एतत् श्रुत्वा अत्र अनुस्वारः श्रूयते इदानीम् अनुस्वारस्य स्थाने नकारः किमर्थं भवति चेत् ति इति अस्ति एतत् किं यैवर्णः अस्ति यैवर्णः अस्ति चेत् अत्र अनुस्वारस्य ययीपरसवर्णः इत्यनेन भवन्ति इति भवन्ति इदानीमत्र प्रश्नः उदेति चेत् पृच्छतु पूर्वम् एतत् मया प्रेषितमेव किं प्रत्याहारः किं भवन्ति इति इदानीमत्र यै प्रत्याहारः अनन्तरं झल् वर्णः झल् अत्र झल् पश्यतु जल इति अत्र चतुर्थः पठतु पठतु जल् वर्णः वर्गचतुर्थाः योगः वर्गतृतीयाः योगः वर्गद्वितीयाः योगः एतत् त्यजतु भवती जानाति एव त्यजतु भवती जानाति एव भवती जानाति एव प्रथम द्वितीय तृतीय चतुर्थ अनन्तरम् ऊष्माणः किम् ऊष्माणः किम् बुस् बुस् इति शब्दम् आगच्छति एतदेव ऊष्माणः ऊष्माणः एतदेव चल् अस्ति अनन्तरम् इदानीं यैवर्णः यैवर्णः अत्र व्ययवर्णः किम् अस्ति इति द्रष्टव्यम्। अहम् एतत् ग्रूप् मध्ये प्रेषयिष्यामि। यै इति अस्ति चेत् किं वर्गीयव्यञ्जनानि, वर्गीयव्यञ्जनानि किं भवति? अन्तः, अन्तस्थाः। अत्र किञ्चित् मुद्रण दोषं भवन्ति। अन्तस्थाः, अन्तस्थाः किम्? उत्तमम्, उत्तमम्, एतदेव। बहु सन्तोषः अनुभूतः। यरलव एव अस्ति। वर्गीयव्यञ्जनानि सर्वाणि भवन्ति कुत्र? यै प्रत्याहारे अन्तस्थाः इति अपि भवति। अत्र प्रत्याहारं किं किं भवति इति अत्र पश्यतु, अनन्तरम् अत्र झटिति मनसि स्थापयतु। इदानीं महालक्ष्मी कृते वा अनन्तलक्ष्मी कृते वा अहं प्रेषयिष्यामि एतत् विषये। अनन्तलक्ष्मी एव प्रथमं तिष्ठति, अतः अहं पुनरपि प्रेषयिष्यामि। अत्र ग्रूप् मध्ये प्रेषयतु प्रत्याहारः किम् इत्युक्ते। अनन्तलक्ष्मी अस्माकं संस्कृतगणे प्रेषयतु भगिनि कृपया। इदानीमत्र आं महोदय, आं महोदय, इदानीमत्र किञ्चित् इतोपि भवति एव। गतवर्गे एतत् विषये वयं सार्वधातुकलकारेषु लट् लोट् किं किं भवति, तिबादि, तिप् आदि, तिबादि इति अस्ति। एतत् अग्रिमवर्गे पठेम। अत्र शान्ता भगिनी अन्तिमश्लोकं वदतु। शान्ता नास्ति चेत् अन्य कोऽपि वदतु, झटिति वदतु। इतः पर्यन्तं मया पाठितं। नमस्कार धन्यवाद माता। एकनिमिषं माता, एकनिमिषं माता, निश्चेत् प्रश्नः उदेति लिखतु, अग्रिमवर्गे अपि प्रष्टुं शक्यते एव। मम गणे छात्राः, मम गणे महोदय अपि अस्ति, यागणमध्ये सर्वे छात्राणां बहु बहु उत्तमछात्राणाम् अस्ति महोदय, सन्ति महोदय, बहु बहु अनेकविचाराणि मम ग्रूप् मध्ये, मम गणमध्ये विचारं कुर्मति एव। प्रिया भगिनी, तामरी भगिनी, सन्ध्या भगिनी, सर्वे जनाः उत्तमतया पाठं पाठितवत्यः पठितवत्यः महोदय। ओ, शीघ्रमेव व्याकरणं अनुपालयन् अत्र रक्षणं भवितव्यम्। अनन्तरम् अत्र पुनरपि एतत् विषये किञ्चित् स्मरणीयमेव। मम श्रीधर् महोदय बहु उत्तमतया सर्वे विचारान् मम कृते विचारणं कृत्वा ज्ञातवन्तः मम सर्वे। श्रीधर् महोदय